गतरविवासरे भ्वादिगणस्य विषये अस्माकं धात्वादेशे इति धात्वादेशः इति विषये चर्चा जाता. तत्र अस्माभिः कानिचन नूतनसूत्राणि पठितानि. तत्र अस्माकम् एकं सूत्रम् आसीत् अस्माकम् एकं सूत्रम् अस्ति धात्वादेशे अस्माकं प्रथमसूत्रम् अस्ति इषु गमियमां छः. इषु गमियमां छः इति सूत्रं किं वदति इति इषु गमियमां महोदय न श्रूयते, महोदय न श्रूयते. श्रूयते वा? अहं श्रोतुं शक्नोमि. श्रूयते मन्दमय. अस्तु, इदानीं श्रूयते वा? अत्र न सम्यक् अस्ति, अत्र न सम्यक् अस्ति. अहं तु यथा प्रतिवर्गे प्रतिवर्गं यथा अहं वदामि तथैव अहम् अधुना अपि वदामि. अस्तु, शृणोतु तर्हि. तत्र ध्वनिविषये पश्यतु जि, ध्वनिः तत्र बहु अस्ति वा कम् लघु अस्ति वा इति पश्यतु जि. अत्र तु सर्वं समीचीनमस्ति. इदानीं श्रूयते वा? न, समानमेव. इदानीं श्रूयते? सम्यक् इदानीं श्रूयते. अस्तु तर्हि, तर्हि इषु गमियमां छः इति सूत्रमस्ति. तत् वदति यत् इष् धातु अस्ति अथवा गम् धातु अस्ति अथवा यम् धातु अस्ति. तत्र किं भवति? शकारः भवति. छे च इति सूत्रेण मकारस्य स्थाने अथवा अन्तिमवर्णस्य स्थाने छकारः भवति. तर्हि इष् इष् मध्ये शकारस्य स्थाने छकारः, गम् मध्ये मकारस्य स्थाने छकारः, यम् मध्ये मकारस्य स्थाने छकारः भवति. इषु गमियमां छः इति सूत्रेण. तदनन्तरं छे च इति सूत्रेण तुक् आगमः भवति, ह्रस्वस्वरस्य तुक् आगमः भवति. तर्हि इच् भवति इच्छ, इतच्छ, गतच्छ, यतच्छ. तदनन्तरं स्तुत्वसन्धिं कृत्वा इच् गच्छ यच् इति भवति. तर्हि इति अस्ति एकं सूत्रम् इषु गमियमां छः. तदनन्तरम् अन्य धात्वादेशसूत्रं भवति पाग्राध्मा स्था स्था मना दान् दृशि अर्ति सति षड् सदां पिब जिग्र धम तिष्ठ मन्न यच्छ पश्यन् ऋच्छ धौ शिय सीदाः. तत्तु साक्षात् वदति यत् पास्थाने पिब, घ्रास्थाने जिघ्र, धमास्थाने अघ्रम इति. तर्हि उभयोः सूत्रयोः निमित्तम् अस्ति षित् प्रत्ययः परे भवेत्. षित् प्रत्ययः पर भवति चेत् इदं कार्यं भवति. तदनन्तरम् अस्माकं सूत्रमस्ति दंश धातु कृते. अत्र दंश स्वञ्ज सञ्ज स्वञ्जां शपि इति इदं सूत्रं भवति यत् शप् प्रत्ययः परे अस्ति चेत् दंश सञ्ज स्वञ्ज इत्येषां धातूनां नकारस्य लोपः भवति. नकारस्य लोपः भवति नाम अनुस्वारस्य अथवा तत्र यत् पञ्चमवर्णः अस्ति तस्य लोपः भवति. तर्हि दंश दशति भवति, सञ्ज सजति भवति, स्वञ्ज स्वजते भवति. तथैव रञ्जेश्च इति सूत्रं वदति यत् रञ्ज धातोः रञ्ज धातुः अपि नकारस्य लोपः भवति इति. अस्तु, तदनन्तरम् अस्माकं सूत्रमस्ति रथीजभोरचि. रथीजभोरचि भवति वदति यत् अच् प्रत्ययः परे अस्ति चेत् रद् धातौ अथवा जब् धातु तयोः नुमागमः भवति. नुमागमः कुत्र भवति? मिदच्योत्यात् परः इति सूत्रेण अन्तिमस्वरात् अनन्तरं भवति. रधिजभो रचि इति सूत्रं वदति. तत्र जब् अस्ति, जब् भ्वादिगणे अस्ति. तत्र जम्भ इति भवति, जम्भते इति भवति, जम्भते. अस्तु, इति एकमस्ति. तदनन्तरम् अस्माकं धात्वादेशः अस्ति कृप् धातुमध्ये. कृप् धातुमध्ये सर्वदा निमित्तं कोऽपि भवेत् निमित्तं किमपि भवेत् ऋकारस्य स्थाने ऋकारः भवति रेफस्य स्थाने लकारः भवति तर्हि कृप् तस्य कल्प इति भवति इति अथवा कृप् इति भवति सर्वदा निमित्तं किमपि भवेत् तर्हि कृप् धातुमध्ये कृप् भवति तर्हि अस्माभिः दृष्टं यत् तद् ऋकारस्य महत्त्वं वेदे भवति वेदे धातुः हृदुपधा अस्ति तस्य महत्त्वं वेदे अस्ति परन्तु लोके लौकिकभाषायां सदैव ऋकारस्य स्थाने लकारः भवति अस्तु इदानीम् अस्माकं कार्यं यत् अस्ति तदस्ति तदनन्तरम् अस्माभिः दृष्टं यत् धात्वादेशे शः सः इति सूत्रमेकम् अस्ति अस्माभिः पठितं धात्वादेशे शः सः इति सूत्रं वदति यत् उपदेशे यदि धातु धातोः क्षम्यताम् उपदेशेन यदि धातुः लौकिकधातोः आदौ षकारः अस्ति तर्हि तस्य षकारस्य स्थाने सकारः भवति तर्हि धात्वादेशे शः इति सूत्रेण षज्ज अस्ति तत्र षकारस्य स्थाने सकारः भवति तर्हि षज्ज इति धातुः अस्ति षकारस्य स्थाने सकारः षज्ज इति भवति तदनन्तरं शुनाश्चुः झलां झसि इति सूत्रेण सज्ज इति भवति तर्हि षज्ज धातोः स्थाने सज्ज इति भवति इति एकम् अस्ति तथैव लज्ज अस्ति लज्ज मध्ये अपि सकारस्य लज्ज भवति मज्ज मज्ज भवति भ्रज्ज भ्रज्ज भवति इति सर्वं कथं भवति प्रथमं तु स्तोश्चुनाश्चुः इति सूत्रेण तत्र सकारस्य स्थाने सर्वत्र तालव्यसकारः भवति षज्ज लश्ज मश्ज भ्रश्च तदनन्तरं झलां झषि इति सूत्रेण जष्टसन्धि भवति तत्र षकारस्य स्थाने जकारः आगत्य लज्ज मज्ज भ्रज्ज सज्ज इति भवति इति एकमस्ति तदनन्तरम् अस्माकं यत् धात्वादेशः अस्ति इदानीं तदस्ति ष्ठिव् धातु क्लं धातु चं धातु एषां दीर्घत्वं भवति इति इदानीं वयं पठामः अस्तु नमस्ते महोदय श्रूयते आमां क्षम्यतां किञ्चित् इण्टर्नेट् क्लेशः आसीत् अस्तु चिन्ता नास्ति अस्तु तर्हि इदानीम् अग्रे पठामः मीना महोदय अस्ति खलु तर्हि भवती पठतु ष्ठिं क्लं चम् एषां दीर्घत्वं क्षितिपदे तत्र आदौ एव पठतु ष्ठिव् क्लं चम् एषां दीर्घत्वं क्षितिपदे सम्पूर्णं एषां दीर्घत्वं क्षितिपदे अत्र किम् श्रान्तः भवति आनः चम् आचम् आयोगः चम् अदने खादति ष्टिमु क्लमु चमां क्षिति ष्टिव् क्लं चम् एषां धातुरूपी अङ्गानाम् अचः दीर्घत्वं क्षितिप्रत्यये परे स्टिवुश्च क्लमुश्च चं चं चं च तेषाम् इतर इतरद्वन्द्वः स्टिवुक्लमुचमः तेषां स्टिवुक्लमुचमां स्टिवुक्लमुचमां षष्ट्यन्तं क्षिति सप्तम्यन्तं द्विपदमिदं सूत्रम् कस्यचित् गृहे प्रायः कोलाहलः अस्ति किमपि डिस्टर्बेन्स् अस्ति तर्हि कृपया सर्वे म्यूट् कुर्वन्तु ये न पठन्ति अहमेव म्यूट् करोमि हा अस्तु इदानीं मीना महोदय पठतु तत्तु अस्ति यत्र पूर्वं यत्र यत्र भवती विरमति तत्र ततः अग्रे पठतु अचश्च इति परिभाषासूत्रेण अङ्गस्य च दीर्घशति अचश्च यत्र यत्र ह्रस्वः दीर्घः महोदय एकनिमिषः शमाम् अष्टानाम् इति पठति खलु भवती कुत्र भगवान् क्लमु च मां शिति इति सूत्रे शमाम् अष्टानां दीर्घः श्यनि इति पठति खलु शमाम् अष्टानां दीर्घः श्यनि इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अचश्च इति परिभाषासूत्रेण यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ष्टिवु क्लमी च क्लमौ च माम् अङ्गस्य अचः दीर्घः क्षितिपरे तर्हि सूत्रं किं वदति त्रयाणां सूत्राणां त्रयाणां धातूनां ष्टिवु क्लमु समु चमां चमां चमु शिवु क्लमु चमु एतानां धातूनां क्षितिपरे अचः दीर्घः भवति इति वदति ष्टिवु ष्टिवु ष्टिव् ष्टिव् अचः दीप ष्टिवु ष्टिव् इति भवति अनुबन्धलोपेन ष्टिव् ष्टीव् इति भवति अचीपरे अचीपरे किम् अचः किं प्रत्ययम् इति अहं न जानामि किं प्रत्ययं किमपि अचः प्रत्ययपरे न न न अचि न शित् प्रत्ययपरे कुत्र पठति भवती अचश्च अनन्तरं पठतु अत्र ष्टिभु क्लमु च मां शिति इति सूत्रं वदति यत् ष्टिव् धातु अस्ति अथवा क्लं धातु अस्ति अथवा श्चं धातु अस्ति दीर्घः भवति तत्र ष्ठिव् धातुमध्ये इकार यत् अस्ति तस्य दीर्घत्वं भवति क्लं मध्ये यत् अकारः अस्ति तस्य दीर्घत्वं भवति चं मध्ये यत् अकारः अस्ति तस्य दीर्घत्वं भवति तर्हि ष्ठिव् तस्य ष्ठीव् भवति क्लं तस्य क्लां भवति तस्य चां भवति तर्हि अत्र प्रश्नः उदेति खलु यत्र दीर्घत्वम् इति लिखितमस्ति तर्हि कस्य दीर्घत्वम् तर्हि अचश्च इति परिभाषासूत्रमस्ति तत् आगत्य वदति यत् यत्र कुत्रापि ह्रस्वत्वं दीर्घत्वं प्लुतत्वम् इति किमपि लिखितमस्ति तर्हि तस्य अर्थः अचः दीर्घत्वम् अचः ह्रस्वत्वम् अचः प्लुतत्वम् इति भवति तर्हि अचश्च इति सूत्रम् आगत्य वदति यत् अचवर्णस्य नाम स्वरस्य दीर्घत्वं ह्रस्वत्वं प्लुतत्वं करणीयम् इति तत् अचश्च इति परिभाषासूत्रं वदति तर्हि महोदय अचश्च इति परिभाषासूत्रं किं वदति पठतु अचश्च यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति परिभाषासूत्रम् अचः षष्ट्यन्तं च अव्ययपद च अव्ययपदं द्विपदमिदं सूत्रम् ऊकाले अज् दीर्घप्लुतः तत्र ऊकाले ऊकालो अज् अज्वस्वदीर्घप्लुतः एते तत्र प्लुतः दीर्घ किमर्थमिति वदति तत् सूत्रम् इत्यस्मात् अच् ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः तत्र विभक्तिपरिणामेन तृतीयान्तं भवति ह्रस्वदीर्घाप्लुतैः शब्दैः अनुवृत्तिसहितसूत्रं ह्रस्वदीर्घाप्लुतैः शब्ददीर्घाप्लुतैः अचः च अच् अचः यत्र यत्र ह्रस्वः ओके विधीयते तत्र अचः इति दृष्ट्यर्थम् उपस्थितं भवति. अचः ऊकारस्य स्वरदीर्घः इत्यस्मात् अच् ह्रस्वदीर्घपृथः इत्यनयोः अनुवृत्तिः. तत्र विभक्तिपरिणामेन तृतीयान्तं भवति ह्रस्वदीर्घपृथैः शब्दैः शब्दैः अनुवृत्तिसहितसूत्रं ह्रस्वदीर्घपृथे अचः च अचः च अच् तत्र अचः च अहं न अवगतं मया. न न अचः च अच् इति तर्हि यत्र यत्र ह्रस्वशब्दः अस्ति दीर्घशब्दः अस्ति पृथशब्दः अस्ति सूत्रे तत्र यत् आदेशः भवति तत् प्रथमं तु अचः नाम ह्रस्व स्वरस्य स्थाने अच् वर्णस्य स्थाने आदेशः भवति. कस्य आदेशः भवति? पुनः अच् तस्य आदेशः भवति. तर्हि ह्रस्वदीर्घप्लुतशब्देन तस्य तस्य कार्यं किमस्ति? तत्र शब्दः किं निर्दिशति? शब्दः निर्दिशति यत् अच् वर्णस्य स्थाने अन्य अच् वर्णः आगच्छति. कीदृशः अच् वर्ण? ह्रस्व अस्ति चेत् ह्रस्व अचुवर्ण, दीर्घ अस्ति चेत् दीर्घ अचुवर्ण, प्लुत अस्ति चेत् प्लुत अचुवर्ण. नाम यदि ह्रस्वलिखितम् अस्ति तर्हि यत् अचुवर्णः अस्ति तस्य स्थाने ह्रस्ववर्णः आनयतु, तदनन्तरम् आनयतु. तदनन्तरं दीर्घ अस्ति चेत् तस्य स्थाने दीर्घस्वरः आनयतु. आदेशः वा द्वयमपि भवितुं शक्नोति? अत्र अचः यत् अस्ति तत् स्थानी अस्ति षष्टिविभक्ति, प्रथमाविभक्ति यत् अस्ति तत् आदेशः अच् अचः स्थाने अच् नाम अच् स्वरस् अच् वर्णस्य स्थाने अन्य अच् वर्णः यत् ह्रस्व अस्ति अथवा दीर्घ अस्ति अथवा पृथ अस्ति नाम तस्य समान अच् समान ह्रस्वस्वर समानदीर्घस्वर समानप्लुतस्वर. नाम अकारः अस्ति चेत् ह्रस्वत्वम् अस्ति चेत् अकारः एव आगच्छति, दीर्घत्वम् अस्ति चेत् आकारः आगच्छति, प्लुत अस्ति चेत् आ इति आगच्छति इति इति अस्ति. तर्हि परिभाषासूत्रमस्ति इति इति चिन्तयतु. परिभाषासूत्रमस्ति अत्र अङ्गस्य अङ्गस्य अचः दीर्घः अस्ति इत्युक्ते अङ्गस्य अचः स्थाने सवर्णदीर्घः भवति आदेशः. सम्यक् अस्तु. तर्हि महोदय अग्रे पठतु. मीना महोदय उकालो उकालो अच् ह्रस्व दीर्घ पृथः इति संज्ञासूत्रम् ओके. अनेन उ इत्यस्य नाम ह्रस्वः, उ इत्यस्य नाम दीर्घः, इत्यस्य नाम पृथः. ततः अग्रिमं सूत्रम् अचश्च वक्ति यत् यत्र यत्र एतैः शब्दैः आदेशः इष्टः तत्र तत्र अचः स्थाने एव अयम् आदेशो भवति. अचश्च इति सूत्रं तर्हि अत्र ह्रस्वदीर्घप्लुत तयोः संज्ञासूत्रमस्ति, तेषां संज्ञासूत्रमस्ति. नाम ह्रस्व किं, दीर्घ किं, प्लुत किम् इति संज्ञानां कृते अत्र संज्ञासूत्रमस्ति. तर्हि ह्रस्व इत्युक्ते एकमात्रा उकारः, दीर्घम् इत्युक्ते द्विमात्रा उकारः, प्लुत इत्युक्ते त्रिमात्रा. तर्हि एतत् संज्ञासूत्रं. तदनन्तरं तस्य अग्रिम तस्मात् अग्रिमसूत्रमस्ति अचश्च. तत् सूत्रं वदति यत् ह्रस्वदीर्घप्लुत अस्ति चेत् अचः स्थाने तादृश मात्रायाः अचवर्ण सवर्णवचवर्णः भवति इति. अस्तु तर्हि इति अस्ति ष्टिभु क्लमु चमांशिति. अस्तु तर्हि धन्यवादः महोदय. तर्हि अग्रे एकं वार्तिकमस्ति तत् पठामः. वार्तिकं किं वदति इति विजया महोदय अस्ति. आं एकः प्रश्नः एकनिमिष अनन्तरं पृच्छतु समापयतु विजय महोदय पठतु आङ्गि चम् इति वक्तव्यम् आचामति आङ्गि किं चमति विमति अचमीत् नाम आ इति उपसर्गः अस्ति अस्ति चेत् एव चम् धातोः अच् दीर्घः भवति तत्र वार्तिकम् अस्ति कात्यायन इति ऋषेः तत्र स्पष्टीकरणार्थं वार्तिकं तत्र दत्तम् आङ्गे इत्युक्ते उपसर्गमेव आङ् इति उपसर्गः चम् इति धातोः इति वक्तव्यम् आचामति इत्युक्ते तत्र आङ् इति आ उपसर्गः आचामति इति दीर्घत्वं भवति आङ्गि किम् इत्युक्ते तत्र उपसर्गमेव चमति इति तत्र रत्वमेव अस्ति इच्छमति अत्र द्वि उपसर्गपूर्वः चमति इति धातुः अस्ति अचमीत् इति तत्र आडगमः अडागमः आगच्छति तत्र नाम तत्र आ इति उपसर्गः अस्ति चेत् एव चम् धातोः अच् दीर्घः भवति तत्र चामति इति एकनिमेषं तर्हि अत्र ष्ठिभुक् लमु चमां क्षिति इति तु सूत्रं लिखति लिखत् वदति यत् चम् अस्ति चेत् चां करोतु परन्तु वार्तिकम् आगत्य स्पष्टीकरणं करोति यत् तत्र दीर्घत्वं तथैव तदैव भवति यदा आङ् इति उपसर्गः अस्ति चम् धातोः पूर्वं यदि उपसर्गं यदि अतः इति लिखितमस्ति आचामति उपसर्गं नास्ति चेत् उपसर्गः नास्ति चेत् दीर्घत्वं न भवति तर्हि चमति इति एव भवति न तु चामति तत्र तथैव अन्य उपसर्गः अस्ति चेत् यथा वि उपसर्गः अस्ति चेत् तत्र तत्रापि दीर्घत्वं न भवति विचामति इति न परन्तु केवलं विचमति इति तर्हि आङ् उपसर्गः अस्ति चेदेव सूत्रस्य कार्यं भवति अष्टिभुक् लघु चमांश् इति आङ् उपसर्गः नास्ति चेत् तत्र दीर्घत्वं न भवति इति वार्तिकं वार्तिकं स्पष्टं करोति अस्तु अग्रे पठतु आङ्गः चमु इत्युक्ते आचम् इत्युक्ते आचम्योः शप् तत्र शिवु चमु चमां क्षिति इत्युक्ते तत्र आचामति इति तत्र धातुरूपं निष्पन्नं तत्र सि इति तिङ्गप्रत्ययेन अनन्तरं क्लमु इति इत्युक्ते क्लम् योगः क्लम् अनन्तरं शप् तत्र आ एव तिष्ठति तत्रापि स्युः क्लम् समां शिति इति सूत्रेण क्लम् क्लाम इति दीर्घत्वं भवति अनन्तरं क्लामति इति द्वादिगणे क्लाम्यति इति अस्ति तत्र धातुरूपम् अनन्तरं स्युः इत्युक्ते तत्र स्युव्यव तिष्ठति उकारस्य दीर्घ उकारस्य उपदेशाय अनुनासस्य इति सूत्रेण तत्र इत् भवति अनन्तरं तत्र पुगन्तलघुपदस्य उपदायं तत्र इकारः अस्ति रक्त इकारः तत्र स्युः चमु चमुं शिति इति सूत्रेण तत्र दीर्घत्वं भवति स्टीव् इति भवति अनन्तरं तिङ्गप्रत्ययेन स्टीवति इति रूपं निष्पन्नं तत्र तर्हि इति अस्ति आचामति क्लामति ष्ठीवति दीर्घत्वं भवति सर्वे इति ष्ठिभु क्लमु चमामिति सूत्रं वदति अस्तु तर्हि प्रश्नः अस्ति आङ् इति आ उपसर्ग वा किन्तु वयं पूर्वं आङ् अनुस्वारस्य स्थाने आगच्छति इति दृष्टवन्तः खलु कुत्र यत्र तत् कार्यं भिन्नं तत्र न आगच्छति तत् कार्यं भिन्नमेव सन्धि मध्ये आगच्छति अस्तु महोदय पुनः पृच्छामि तत्र सूत्रम् अस्ति खलु अट्कुप्वाङ्ग् तत्र तत्र न तत्र अट्कुप् वाङ्ग् नुं व्यवायति तत्र आङ् उपसर्गः अस्ति नुम् अनुस्वारः अस्ति ओ आङ् उपसर्गः अस्ति सो आङ् इत्युक्ते आ उपसर्ग एव सर्वे उपसर्गाः इति न सर्वे उपसर्ग न आ उपसर्ग आ उपसर्ग एव अस्तु अनन्तरं वयं ऊकालो अज्ज्ह्रस्व इति पठितवन्तः खलु तत्र पूर्वसवर्णसन्धि वा जष्ट्वमस्ति तत्र जष्ट्वम् अस्ति अनन्तरं हकारस्य झकार हकारस्य झकारः भवति तस्य सूत्रम् इदानीम् अहं न स्मरामि परन्तु तत्र हल्सन्धि अस्ति तत्र आम् सत्यम् अस्तु अस्तु इदानीं भ्रमः आसीत् उपसर्गः आ उपसर्ग आ उपसर्ग चम् आ उपसर्ग अस्ति चेत् अपि एव तत्र दीर्घत्वं भवति न तु धन्यवादः महोदय विजय महोदय किं वदति कतीनां सत्त्वप्रतिषेधे वक्तव्यः इति वार्तिकमस्ति अस्तु धात्वादेः सः सः इत्यस्य निषेधकं नामधातूनां स्युः स्वस्त अनयोः धात्वोः शकारस्य स्थाने सकारः आदेशः न भवति शोधीयते नामधातुः सन्धीयते एतदपि नामधातुः जीवति स्वस्कते इति तत्र सुगन्धपदानि तत्र अस्ति परन्तु तत्र मूलसुगन्धपदानां तत्र धात्वादेशे सः सः इति अस्य तत्र निषेधकमस्ति अतः प्रथमवर्णस्य शोडीयते अनन्तरं सन्धीयते एतत् विषये शकारस्य स्थाने सकारः न आदेशः भवति तर्हि सामान्यतया वयं जानीमः यत् धातोः आदौ यदि शकारः अस्ति तस्य धात्वादेशे शः सः इति सूत्रेण तत्र शकारस्य स्थाने सकारः भवति परन्तु सुब्धातु ष्ठिवु श्वकतीनां सत्त्वप्रतिषेधो वक्तव्यः इति एकं वार्तिकम् अस्ति तद् वदति यत् कुत्र कुत्र केचन केचन धातवः सन्ति यत्र सकार सत्त्वप्रतिषेधः भवति नाम धात्वादेशे सः सः इति सूत्रेण सकारस्य यत् सत्त्वं भवति तत् सत्त्वं न भवति निषेधकं सूत्रम् अस्ति तर्हि अत्र ष्टिव् धातु श्वक् धातु इतर केचन धातवः सन्ति यत्र शकारस्य स्थाने सकारः न भवति अतः ष्ठिवति इति ष्ठीवति इति एव भवति तत्र शकारस्य सत्त्वं न भवति परन्तु षज्ज इति अस्ति तत्र सज्ज इति सत्त्वं भवति तर्हि सामान्यतया सत्त्वं भवति परन्तु नामधातु अथवा ष्ठिव् अस्ति अथवा श्वक् अस्ति अत्र सत्त्वप्रतिषेधः भवति शकारस्य स्थाने सत्त्वं न भवति शकारः एव तिष्ठति अतः ष्टीवति श्वकते इति सर्वं भवति तत्र स्तीवति अथवा स्वश्कते इति किमपि न भवति तर्हि वार्तिकमस्ति प्रतिषेधम् अस्तु अग्रे सत्त्वप्रतिषेधः सत्त्व इति किमर्थं महोदय तत्र शकारस्य स्थाने सकारः भवति खलु धात्वादेशः सः तर्हि तत् सत्त्वं भवति इति आम् आम् तत् सत्त्वं मा करोतु. ऋत्वं वदामः खलु तादृशमेव तत्रापि सत्त्वमिति. हा त्वं त्वम् इत्युक्ते किं? यत् तत् तादृशं गुण यत्र भवति तत्र तादृशं गुणं यत् अस्ति तत् त्वम् इति प्रत्ययः अस्ति. तर्हि सत्त्वं, दीर्घत्वं, सुन्दरत्वम् इति बहु बहुत्र त्वं त्व प्रत्ययः अत्र अस्ति. महोदय अत्र किं सुमन् महोदय स्टिव् धातु एकवारम् एव प्रथमं सुमन् महोदय पृच्छतु. स्टिव् धातु मध्ये किं स्टिव् धातु तत्र गुण न भवति पुगन्तलघुपदस्य सूत्रेण अग्रे आगच्छति. भवती अग्रे एव अग्रे पठति वा? अग्रे आगच्छति, अग्रे एव आगच्छति. अहं तु यत्किमपि मनसि आगच्छति तथैव वदामि. प्रश्नः समीचीनः अस्ति. अस्तु, अनन्तरम् इतोपि एकः प्रश्नः अस्ति. वयं अहम् उक्तवती खलु, क्षम्यतां, किञ्चित् विलम्बेन आगतवती. प्रायः भवान् उक्तवान् तत्र ससज् भवति, तद् अवगच्छामि. किन्तु जलां झष् झषि सूत्रेण सषज् किमर्थं सज्ज भवति? तर्हि शकारस्य तत् मया गतरविवासरे यथा मया उक्तं, शकारस्य शकार अस्ति तस्य समानवर्णः तृतीयवर्णः कः अस्ति? तत्तु जकार अस्ति, किन्तु शकार अस्तु. तर्हि सस्ज इति अस्ति प्रथमं स्तोश्चुनाश्चुः इति सूत्रेण जकारस्य स्पर्शेन सकारस्य स्थाने तालव्यशकारः भवति, सषज. तदनन्तरं झलां झषि इति सूत्रेण सकारस्य स्थाने तादृशः तृतीयवर्णः आगच्छति यस्य उच्चारणस्थानः तालव्यशकारः इव भवति, तज्जकारः अस्ति. अतः किन्तु सर्वदा यत्र यत्र शकारपदस्य मध्ये अस्ति, नो चेत् अन्य किमपि, तत्र सर्वदा तु पदस्य अपदान्ते न भवति खलु? जष्टं कथं जानीमः? यत्र न यत्र निमित्तमस्ति, यत्र सूत्रं किमस्ति, झलां झष् झषि. तर्हि अनन्तरं झष् वर्णः भवेत्. झष् इत्युक्ते किं? तृतीय अथवा चतुर्थवर्ण, तृतीय अथवा चतुर्थ. झलां झष् झषि, झष् झष् अस्ति खलु, झषि झष् झष् प्रत्याहारे तृतीय चतुर्थवर्णः आगच्छति. तर्हि अग्रे तृतीय अथवा चतुर्थवर्णः अस्ति तर्हि झल् प्रत्याहारस्य वर्णस्य स्थाने झष् प्रत्याहारस्य वर्णः नाम तृतीयवर्णः आगच्छति. जकारः अस्ति खलु, शकारोत्तरजकारः अस्ति, तज्जकारः तृतीयवर्णः अस्ति. अतः शकारः यत् झल् प्रत्याहारस्य वर्णः अस्ति तस्य स्थाने सवर्ण झष् प्रत्याहारस्य वर्णः आगच्छति. तत्तु झकारः अस्ति. जलां झषन्ते सूत्रं, झलां झषन्ते भिन्नसूत्रमस्ति. तदेव वदामि, किन्तु झलां झष् झषि तु अधिकतया न दृष्टवन्तः. अस्तु, धन्यवादः. न झलां झष् झषि अपि सामान्यसूत्रं बहुत्र आगच्छति. अस्ति, बहुत्र आगच्छति. झलां झषन्ते पदान्ते कार्यं करोति, झलां झष् झषि पदान्ते न, यत्र अग्रे झष् वर्णः. अस्तु, अग्रे विजया महोदय समापयतु. आं जि अग्रे पठामि. ध्येयं यत् स्युगतश्च इति स्थित स्यु क्षम् क्षमोक्षमां क्षिति तत्र सप्तमे अध्याये द्वितीयपादे पञ्च सप्ततिः इति सूत्रेण उपन्तलघुपदस्य च एतदपि सप्तम अध्याये एव इत्यनयोः मध्ये उपन्तलघुपदस्य च परसूत्रमस्ति. किन्तु स्यु धातोः चित् प्रत्यये परे पुरुन्दलघुपदस्य च इत्यनेन गुणः भवति चेत् स्युः क्रमुं समां क्षिति इत्यस्मिन् स्यु धातु स्यु इति भागस्य अन्यत्र लब्ध अवकाशः नास्ति. तस्मात् अत्र तु अपवादस्य वार्ता. इत्थं चेत् इत्थं च एतादृशेषु स्थलेषु स्यु क्रमु क्षमां क्षिति एव प्रवर्तते, न तु कुकुन्दलघुपदस्य च इति सूत्रम्. वदामि वा? आमां आम्. देयं यत् तत्र स्यु इति धातुः अस्ति, अनन्तरं शप् इति विकर्मप्रत्ययम् अस्ति, तत्र आकारः एव तिष्ठति इति स्थितौ स्यु क्रमो क्षमां क्षिति इति पुगन्तलघुपदस्य इत्यनयोः मध्ये पुगन्तलघुपदस्य परसूत्रमस्ति. परसूत्रमस्ति अतः स्यु धातोः षित् तृतीये परे पुगन्तलघुपदस्य इत्यनेन गुणः भवति चेत् तत्र गुणः अस्ति चेत् तत्र गुणकार्यं भवति. परन्तु स्यु इति भागस्य अन्यत्र लब्ध अवकाशः भवति नास्ति तत्र, अतः अपवादस्य वार्ता तत्र. इत्थं चेत् एतादृशेषु स्थलेषु तत्र गुवाडिगणे स्यु क्लमुं क्षमुं क्षिति इति एव प्रवर्तते, न तु उपकुण्डलघुपदस्य कार्यं तत्र नास्ति इति तत्र दत्तं. तत्र अग्रे अपि उदाहरणं दत्तम् एतत् विषये. अस्तु, तर्हि अत्र पुनः अस्ति तत्र स्टीव् योगः शप् अत्र प्रसक्तिः अस्ति, अत्र पुगन्तलघुपदस्य च इत्यस्यापि प्रसक्तिः अस्ति, कार्यं कर्तुं शक्नोति. तत्र ष्ठेव् इति भवति, स्टिवु क्लमु च माम् इति क्षिति इति अपि कार्यं भवति, तत्र दीर्घ ईकारः भवति. अतः प्रश्नः उदेति यत् कस्य कार्यं भवति. तर्हि अत्र प्रथमं द्रष्टव्यं कुत्रापि अपवादस्य तत्र अवकाशः अस्ति वा. तर्हि पश्यतु, ष्ठिभु क्लमु च मां क्षिति, अत्र ष्ठिव् धातु षित् प्रत्ययपदे इकारस्य दीर्घत्वं भवति इति सूत्रं वदति. परन्तु षित् इति सार्वधातुकः अपि अस्ति, अतः तत्र यत्र यत्र षित् प्रत्ययः परे अस्ति तत्र तत्र ष्ठिभु कुगन्तलघुपदस्य च तस्यापि प्रसक्तिः भवति. तर्हि यत्र यत्र ष्ठिभु क्लमु क्षमां क्षिति तस्य कार्यक्षेत्रम् अस्ति, षित् प्रत्ययपरे यदि सर्वदा वयं पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं यदि वयं कुर्मः तर्हि ष्ठिवु क्लमु च मां क्षिति इत्यस्मिन् सूत्रे यत् ष्ठिव् इति भागः अस्ति, यद् वदति यत् ष्ठिव् मध्ये दीर्घ इकारः करोतु, तत्र कुत्रापि तस्य कार्यं न भवति, निरवकाशः भवति. अतः सूत्रस्य तद् सः भागः निरवकाशः भवति. एतत्तु न कर्तुं शक्नुमः खलु. अतः अपवादत्वेन यथापि यद्यपि पुगन्तलघुपदस्य च इति परसूत्रमस्ति तथापि अपवादत्वेन क्षितिप्रत्यये परे ष्ठिभुक्लमुचमाम् इति सूत्रेण दीर्घत्वम् एव करणीयं, न तु गुणम्. अतः ष्ठिव्योगः शप् मध्ये ष्ठिभुक्लमुचमां क्षिति इति कार्यं करोति, ष्ठीव् योगः शप् इति भवति. ष्ठीव् योगः शप् एकवारं भवति, तदनन्तरं पुगन्तलघुपदस्य च तस्य तु प्रसक्तिः न भवति एव, यतोहि लघु उपधा न भवति, दीर्घ उपधा भवति. अतः ष्ठिभु क्लमु च मां कार्यं करोति, तदनन्तरं किमपि कार्यं नास्ति, ष्ठीवति इति एव भवति. अतः अपवादत्वेन ष्ठिभु क्लमु च माम् इति कार्यं करोति. सुमन् महोदय प्रश्नः अस्ति, पूर्वतः सिद्धमस्ति कार्यं करोति तत्र, पूर्वतः सिद्धं तु अष्टाध्याय अष्टाध्यायमस्ति अध्याय अस्ति खलु त्रिपाद्यम्, अत्र सप्ताध्याय त्रिपाद्यकार्यं त्रिपाद्याम् अत्र सप्त अध्याय अस्ति खलु, अत्र पूर्वोक्तं नास्ति, सर्वम् अङ्गकार्यमस्ति। अस्तु तर्हि इति स्टिभुक् लघु च मां क्षिति इति सूत्रस्य विषये अस्माकं चर्चा समाप्ता। कस्य प्रश्नः अस्ति वा इदानीं पर्यन्तम्? अस्तु, नास्ति चेत् अग्रे गच्छामः। इदानीं गुहधातु धातु अस्ति, गुह धातु, तत्र अपि उपधादीर्घः भवति इति वयं पठामः। अस्तु अग्रे अग्रे को अस्ति? अरुणा महोदय अग्रे पठतु गुहधातु। आं महोदय, गुह् धातोः उपधा दीर्घः अजादिप्रत्यये परे, गुः गुह् धातु गुः संवरणे आवृणोति इति अर्थः। ऊदुपदाय गोः अध्याय चतुर्थपादे नवशि इति सूत्रं गुह् धातोः उपधायाः दीर्घ ऊकार आदेशो भवति, गुणहेतौ अजादौ प्रत्यये परे, ऊत् प्रथमान्तम् उपधायाः षष्ट्यन्त्यं, गोहः षष्ट्यन्त्यं, त्रिपदमिदं सूत्रम्। अचिष्टु धातुर्ब्रुवां यवोर्यङ्वाङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं गोहः अङ्गस्य उपधायाः ऊत् अचि। अत्र गुह् धातु अर्थः गुः संवरणे आवृणोति इति, अत्र सूत्रमस्ति ऊद् उपधाया गोहः गुह् धातोः उपधा उकार दीर्घ भवति अजादिप्रत्यये परे, गुणहेत्वा अजादौ प्रत्यये परे, अनुभूतिसहितसूत्रं गोः गुह् धातु अत्र उकार उपधा अस्ति, ततः ऊद् उपधाय गोः इति सूत्रेण उकार अच् दीर्घा भवति अजादिप्रत्यये परे इति। तर्हि गुह् गुह् धातु अस्ति, तर्हि उदुपधायाः गोः अङ्गस्य नाम गुह् धातु यत् अस्ति तस्य उपधायाः नाम तस्य यत् ह्रस्व उकारः अस्ति तस्य स्थाने ऊत् भवति, ऊत् ऊत् इत्युक्ते दीर्घ उकारः। तर्हि गोः अङ्गस्य उपधायाः ऊत् कदा भवति? निमित्तं किम्? अचि, अचि इति अनुवृत्तिरूपेण आगच्छति। तर्हि गोः अङ्गस्य उपधायाः ऊत् अचि इति। तर्हि अग्रे पठतु महोदय। अरुणा महोदय प्रश्नः अस्ति, अत्र अपि उकारस्य दीर्घत्वं भवति, स्थिवुक् लमु च माम् इति अपि तत्र अपि तत्र दीर्घत्वं भवति, उभयोः मध्ये भेदः कः? अहमेव किमर्थं अहमेव चिन्तितवती महोदय। प्रक्रिया गुः तत्र गुणः भवति खलु जि, स्थित्वमस्ति चेत् तत्र गुणः भवति, कुत्र अस्ति चेत्? न गुणः न तदेव तदेव अग्रे आगच्छति, पठतु गुः गुः गुह् धातु गुह् योगः शप् उदु ऊदुपदाया गोहः इति सूत्रेण गुह इति भवति गुहति वा गुहते उभयपदे अस्ति गुहते क्षम्यता गुहति वा गुहते इति निरूपाय अहं गो गोहते गोहति इति शृणोमि गोहते गुहते अग्रे करोतु अत्र प्रश्नः उदेति यत्र सूत्रे गोहः इत्यस्य कथनेन प्रथमतया गुणः भवति उगन्तलघुपदस्य च इत्यनेन तदा एव गोः इत्यस्य गुणसञ्ज्ञक ओकारस्य स्थाने ऊकार आदेशः इति वा किन्तु तथा नास्ति अत्र सूत्रे स्थितस्य गोहः इत्यस्य सन्देशः अयं यत् यत्र यत्र लघु लघुपदगुणः सम्भवनीयः तत्र तत्र गुणं प्रबाद्य ऊकार आदेशः स्यात् अतः अत्र वास्तवे पुगन्तलघुपदस्य च इति सूत्रं कार्यं न करोति यत्र तस्य कार्यं सम्भाव्यं तत्र ऊदुपदाय गोहः इति सूत्रं प्रवर्तनीयम् अत्र पूर्वपक्षी आगच्छति वदति गोहः इति सूत्रे अस्ति तत् ततः सः वदति गोः कथम् आगच्छति गु पुगन्तलघुपदस्य सूत्रेण गुण भवति उकार ओकार भवति इति तदनन्तरमेव ओकारस्य स्थाने ओकारादेश इति तत् परन्तु उत्तरमस्ति तथा नास्ति अत्र सूत्रे स्थितस्य गोहः इत्यस्य सन्देशः इति यत्र यत्र लघु उपदा गुणः सम्भवनीयः तत्र तत्र गुणं प्राबद्य ऊकारादेशः स्यात् इति सूचनार्थमेव तत् वदति गोहः इति न गुणकार्यं गुणकार्यं न इति सूत्रे गोः इति लिखितमस्ति तर्हि कस्यापि मनसि आगन्तुं शक्नोति यत् प्रथमं पुगन्तलघुपदस्य च इति सूत्रेण लघु उपधा गुणं करणीय तदनन्तरम् ओकारस्य स्थाने दीर्घ उकारादेशः भवति इति किमपि अस्ति वा तर्हि तथा नास्ति अत्र गुण यत् ओकारः अस्ति तस्य सन्देशः इदमेव अयमेव अस्ति तस्य प्रयोजनम् इदमेव अस्ति यत् यत्र यत्र पुगन्तलघुपदस्य च इति सूत्रेण लघु उपधा गुणः कर्तुं शक्नुमः सम्भवति तत्र तत्र गुणं प्रबाध्य उकारादेशः भवति यदि अचिपरे अस्ति तर्हि अत्र ओकारस्य प्रयोजनं तथैव अस्ति यत्र यत्र यत्र गुणकार्यं भवितुं शक्नोति येन येन अजादिप्रत्ययेन गुणकार्यं भवितुं शक्नोति तद् गुणकार्यं न कृत्वा ऊकारादेशः करोतु इति अतः उदुपधाया गोः इति सूत्रस्य प्रथमवाक्ये लिखितमस्ति अत्र गुह धातोः उपधायाः दीर्घ उकारादेशो भवति गुणहेतौ अजादौ प्रत्ययपरे गुणहेतौ अजादिप्रत्यय नाम तादृश अजादिप्रत्यय येन सामान्यतया गुणकार्यं भवेत् तत्र तत्र गुणकार्यं मा करोतु परन्तु दीर्घ उकारादेशत्वं करोतु इति सूत्रमस्ति तर्हि पुगन्तलघुपदस्य च इति सूत्रं प्रभाद्य अत्र उदुपधाया गो इति सूत्रं कार्यं करोति अच् प्रत्ययपरे अस्ति तदा इति तर्हि गूहति इति भवति न तु गोहति गूहते इति भवति न तु गोहते इति अच् प्रत्ययपरे अस्ति तर्हि शप् इति प्रत्यय यदस्ति तद् शित् अपि अस्ति अजादि अपि अस्ति इति चिन्तयतु अतः शप् तत्र अचि परे यत्र यस्य निमित्तमस्ति तत्र अपि शप् आगत्य तस्य प्रसक्तिः भवति शित् अपि अस्ति यत्र प्रसक्ति अतः तत्र अपि अच् शप् प्रत्यय आगत्य तत्र प्रसक्तिः अस्ति इति सर्वम् अस्ति अस्तु तर्हि गुहमध्ये अपि दीर्घत्वं ष्ठिभुक् लमु च माम् इति अपि दीर्घत्वं परन्तु निमित्तं भिन्न अस्ति ष्ठिभुक् लमु मध्ये शित् प्रत्यय अस्ति अतः दीर्घत्वम् उदुपधया गुः इति अच् प्रये अस्ति अतः दीर्घत्वम् इति वार्ता अस्ति. अस्तु, इति कार्यं भवति. अग्रे धन्यवादः महोदय. इदानीं भ्वादिगणे केषाञ्चित् धातूनां विकरणप्रत्ययविकल्पेन भिन्न भवति इति. तर्हि इदानीं को अस्ति? रघुवीरमहोदय अस्ति खलु, रघुवीरानन्दमहोदय. महोदय नास्ति वा? ओके, मदर् महोदय अस्ति? आम् महोदय, पठतु. द्वादिगणे केषाञ्चित् धातूनां विकरणप्रत्ययविकल्पः कुत्रचित् विकल्पेन श्नु स्वादिव, कुत्रचित् द्वित्वं सनन्तः इव, कुत्रचित् ञित् चुरादिः इव, कुत्रचित् शन् दिवादिः इव. येषु शप् इति सामान्यम्. अन्यत् किमपि विकरणं विकल्पेन आयाति चेत् तच्च विशेषम्. यस्मिन् गणे कश्चन धातुः पठितः नाम यस्मिन् गणे उक्तः तदनुसृत्य तस्मात् धातुतः स्वस्य गणस्य विकर्णप्रत्ययः विहितः कस्यचित् अपि विशिष्टसूत्रस्य आवश्यकता नास्ति. केनचित् विशिष्ट सूत्रेण अन्यत् विकरणं विहितं चेत् अयं धातुः तस्य विकरणस्य तद्विकरणसम्बद्धः बद्धगणे न भवेत्. यतोहि तस्मिन् गणे यदि अभविष्यत् तर्हि तस्य गणस्य विकरणं निवारयासेन आगमिष्यत् निरायासेन आगमिष्यत् स्वादिभ्यः स्नुः, दिवादिभ्यः श्यन्, यस्मिन् कस्मिन् अपि गणे भवतु नाम तस्मिन् गणे एतादृशेन सूत्रेण विकरणं विहितम्. तस्मिन् गणे नास्ति चेदेव तत् गणस्य विकरणस्य विधानार्थं विशिष्टसूत्रम् आवश्यकम्. द्वादिगणे कुत्रचित् द्वादिगणे प्रत्यय एव विकरणप्रत्ययः अस्ति, परन्तु कुत्रचित् विकल्पेन श्नु वा द्वित्वं वा निङ् वा नित् श्यन् वा भवति. तत्तु विशेषस्थितिः वक्तुं शक्नुमः. यस्मिन् गणे कश्चन धातु पठतः नाम यस्मिन् गणे उक्त सामान्यतः यस्मिन् गणे विकर्णप्रत्ययः विहितः तत् एव अस्ति चेत् तत् सामान्यः, परन्तु शप् स्थाने कुत्र केनचित् प्रत्यय आगच्छति चेत् तत् विशिष्टसूत्रेण अत्र आयाति इति तत् दत्तम्. तर्हि भ्वादिगणे शप् प्रत्ययः आगच्छति तत्तु सामान्यकार्यम्. तत्र विशिष्टसूत्रस्य आवश्यकता नास्ति, परन्तु यदि भ्वादिगणे यदि कोऽपि शप् प्रत्ययः विहाय अन्य विकरणप्रत्ययः आगच्छति तत्र विशिष्टसूत्रस्य आवश्यकता भवति. तथैव अन्ये अपि गणे यदि यथा स्वादिगणे यदि श्नु अस्ति तत्तु सामान्यकार्यं, तत्र स्वादिभ्यः श्नु इति सूत्रेण श्नु आगच्छति. परन्तु यदि स्वादिगणे श्नु विहाय यदि अन्य कोऽपि वर्णः आगच्छति विकरणप्रत्ययः आगच्छति तत्र विशिष्टसूत्रस्य आवश्यकता अस्ति इति. तर्हि अत्र भ्वादिगणस्य विषयः अस्ति. द्वादिगणे सामान्यतया कर्तृषप् इति सूत्रेण शप् विकरणप्रत्ययः आगच्छति, परन्तु यदि केषाञ्चित् धातूनां कृते विकल्पेन अन्यविकरणप्रत्ययः आगच्छति तत् विशेषकार्यं भवति, तस्य कृते भिन्नसूत्रस्य महोदय सम्यक् न श्रूयते महोदय तस्य कृते अन्यसूत्रस्य आवश्यकता भवति इति अहं वदामि अस्तु तर्हि अग्रे पठामः मदर् महोदय पठतु महोदय आं महोदय स्वादिगणीयः इव श्नु इति विकरणम् अक्षु अक्ष अक्षव्याप्तौ व्याप्नोति अक्षोन्यतरस्याम् अक्षधातोः शप् प्रत्ययः भवति कर्तरि सार्वधातुके पक्षे सार्वधातुके पक्षे विकल्पेन श्नु प्रत्ययः भवति अक्षः पञ्चम्यन्तम् अन्यतरस्यां सप्तम्यन्तं द्विपदम् इदं सूत्रं सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः कर्तरि शप् इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः स्वादिभ्यः श्नुः इत्यस्मात् श्नुः इत्यस्य अनुवृत्तिः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अक्षः धातोः शप् कर्तरि सार्वधातुकेः अन्यतरस्यां स्नुः अत्र अक्ष इति धातु उदाहरणं दत्तम् अक्ष इति शप् आगच्छति चेत् अक्ष अक्ष इति आगच्छति परन्तु अत्र स्नु आगच्छति अन्यतरस्याम् इत्युक्ते विकल्पेन आगच्छति चेत् अक्षु भवति वा अक्ष्णु सर्वत्र शाप् आगच्छति विकल्पेन नाम अन्यतरस्याम् इत्युक्ते विकल्पेन श्नु आगच्छति अक्षधातु एव श्नु आगच्छति अत्र भ्वादिगणे न अक्ष एकधातुः अस्ति अन्ये अपि अस्ति अग्रे आगच्छति अन्ये अपि अस्ति इदं सूत्रम् अक्षधातु कृते अस्ति अस्तु तर्हि एकवारं सर्वे अष्टाध्यायी पुस्तकं तत्र पेज् 55 अस्ति पञ्चपञ्चविंशतितमः पञ्चपञ्चाशत् पृष्ठः अस्ति तत्र तत्र 3167 इति सूत्रमस्ति पश्यति वा पुटसङ्ख्या किमपि कति भगि महोदय पञ्चपञ्चाशत् 55 पञ्च पञ्चाशत् 55 आं महोदय कर्तरि शप् तत्र पश्यतु 67 अस्ति सप्तषष्टिः सूत्र सप्तषष्टिसूत्रमस्ति सार्वधातुके यक् अस्ति अत्र अस्मिन् सूत्रे अस्मात् सूत्रात् सार्वधातुके इति शब्दस्य अनुवृत्तिः भवति तदनन्तरम् अग्रिमसूत्रमस्ति कर्तरि शप् तत्र कर्तरि शप् इति सूत्रस्य पूर्णतया अनुवृत्तिः तदनन्तरम् अग्रे पश्यतु पश्यतु 673 स्वादिभ्यः श्नुः तर्हि स्वादिभ्यः श्नुः इति स्वादिगणस्य सामान्य अधिकरणसूत्रं तर्हि स्वादिभ्यः श्नुः इति सूत्रं वदति यत् स्वादिभ्यः नाम स्वादिगणीयधातूनां कृते श्नु आगच्छति कर्तरि सार्वधातुके कर्तरिप्रयोगे अष्टाध्यायीपुस्तके पूर्वम् अवदत् अष्टाध्यायीसूत्रपाठे पाठे पृष्ठसङ्ख्या पञ्चपञ्चाशत् तर्हि तत्र स्वादिभ्यः श्नु अस्ति तत्र तु सामान्यस्वादिगणीयसूत्रं तदनन्तरम् अग्रे पश्यतु श्रुवः श्रु च अक्षोण्यतरस्याम् अत्र किमर्थं लिखितमस्ति केषाञ्चन धातूनां कृते किमर्थं साक्षात् लिखितमस्ति यत् अक्षोण्यतरस्य तनुकरणे तक्षः श्रुवः श्री च इति किमर्थं लिखितमस्ति तस्य कारणमस्ति यत् किमपि विशिष्टकार्यं तेषां धातूनां कृते किमपि विशिष्टकार्यम् अस्ति तर्हि अक्षधातुः अपि विशिष्टं कार्यमस्ति अक्षधातुः तत्र विशिष्टकार्यं किम् अस्ति विशिष्टकार्यमस्ति यत् तत्र अन्यतरस्यां नाम विकल्पेन श्नु भवति विकल्पेन श्नु भवति तर्हि अक्षधातुमध्ये तु कर्तृशब् तस्यापि कार्यं भवति नाम शप्रत्ययः अपि आगच्छति अन्यतरस्यां नाम विकल्पेन श्नु अपि आगच्छति किमपि विशिष्टकार्यं भवति विशिष्टकार्यं भवति अतः अत्र पृथक्तया अक्षुत अन्यतरस्याम् इति सूत्रं लिखितमस्ति विशिष्टकार्यं नास्ति चेत् सूत्रस्य आवश्यकता एव नास्ति शप् एव भवति चेत् कर्तृशप् इति सूत्रम् अक्षधातु कृते अपि कार्यं करोति परन्तु अक्षोण्यतरस्याम् इति सूत्रस्य पृथक्तया तस्य लेखनस्य प्रयोजनम् इत्थमेव अस्ति यत् तत्र विकल्पेन श्नु अपि भवति तर्हि अक्ष धातुः अस्ति चेत् शप् अपि भवति विकल्पेन श्नु अपि भवति इति वार्ता अस्ति तर्हि मदर् महोदय अग्रे पठतु द्वौ अपि समीचीनं वा महोदय अक्षि अथवा अक्ष्णोति आम् शपि तनुकरणे अक्षः महोदय न मदर् महोदय आं भवति अक्षयोगः शप् अक्षयोगः अ अक्ष इति अङ्गम् अक्षयोगः ति अक्षति शप् विकरणप्रत्यय आगच्छति चेत् अक्षयोगः अ अक्ष इति भवति तिङ् प्रत्यय योजनेन अक्षति इति भवति यदि श्नु प्रत्यय आगच्छति चेत् अक्षयोगः श्नु अक्षयोगः नु नत्वं कृत्वा अक्ष्णुयोगः ति सार्वधातुक अर्धधातुकयोः इत्यनेन इगन्ताङ्गस्य गुणः अक्ष्णुयोगः ति अक्ष्णोति इति भवति तर्हि एकस्मिन् पक्षे अक्षति अन्यस्मिन् पक्षे अक्ष्णोति अस्तु सर्वे अवगच्छन्ति अस्तु धन्यवादः महोदय सुमन् महोदय अग्रे पठतु अस्तु महोदय तनुकरणे तक्षः तक्ष् धातोः षट् प्रत्यय भवति कर्तरि सार्वधातुके तनुकरणार्थे पक्षे विकल्पेन श्नु प्रत्यय भवति तनुकरणे सप्तम्यन्तं तक्षः पञ्चम्यन्तं द्विपदम् इदं सूत्रं सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः कर्तरि शप् इत्यस्य पूर्व पूर्ण सूत्रस्य अनुवृत्तिः स्वादिभ्यः श्नुः इत्यस्मात् श्नुः इत्यस्य अनुवृत्तिः अक्षोण्यन्तरस्याम् इत्यस्मात् अन्तरस्याम् इत्यस्य अनुवृत्तिः धातो रेखा धातो रेखाचो हलादेः क्रियास् समाभिहरे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति तनुकरणे तक्षः धातोः शप् कर्तरि सार्वधातुके अन्यतरस्यां श्नुः अस्तु इदानीं तक्ष् धातु अस्ति तत्र सार्वधातुके कर्तरि शप् एव आयाति किन्तु विकल्पेन श्नु धातु अपि श्नु प्रत्यय अपि विष्णु विकर्णप्रत्यय अपि आगन्तुं शक्नोति इति एतत् सूत्रं वदति तथा यथा अक्ष् मध्ये शप् अपि अस्ति श्नु अपि अस्ति तथैव तक्ष् मध्ये अपि शप् अपि अपि अस्ति श्नु अपि अस्ति यदि तनुकरण अर्थः अस्ति चेत् तनुकरण इत्युक्ते किं मम प्रश्नः आसीत् महोदय तनुकरणे थिन् थिन् ओ अस्तु मेक् थिन् कृषिकरणं तर्हि उदाहरणं पठतु शपि तक्ष् तक्ष् योग शप् तक्ष् अनुबन्धनलोपनन्तरं तक्ष् योग तक्ष् इति तक्ष इति अङ्गं तक्ष योगः ति तक्षति भवति श्नौ रूपे भवति तक्ष् योगः श्नु अनुबन्धन लोपस्य अनन्तरं तक्ष् योग नु इदानीं तु शकार अस्ति तक्ष् मध्ये अतः नत्वं भवति तक्ष्णु भवति तक्ष्णु योगति तत्र इदानीं अङ्गस्य अन्ते उकार अस्ति अतः सार्वधातुक आर्धधातुकयोः सूत्रेण इक् अङ्गस् इक् वर्णः यत् अन्ते अस्ति तस्य गुणः भवति इदानीं तक्ष्णो भवति अङ्गम् अनन्तरं तक्ष्णो योगति तक्ष्णोति तर्हि तक्षति अपि भवितुं शक्नोति तक्ष्णोति अपि भवितुं शक्नोति तक्ष् इत्युक्ते किं साधारण सामान्य अर्थम् अग्रे अग्रे अग्रे पठतु अस्तु तनुकरणं नाम टु शेर् पेर् क्लेन् मेक् थिन् इयम् एव क्रिया कार्पेण्टर्स् अस्तु तक्षकः ओ तक्षकः अस्तु लक्षणात्मक कार्यं तदर्थं संस्कृते कार्पेण्टर् इत्युक्ते तक्षकः वस्तुतः तक्ष् धातु तनुकरणार्थे एव भवति तर्हि किमर्थं सूत्रे विशेषतया उक्तं तनुकरणे अन्यतरस्यां श्नु प्रत्यय यतोहि अस्य तक्ष् धातोः एक एव अर्थः चेत् अपि बहवः प्रयोगाः अनेन सूत्रेण श्नु प्रत्ययस्य विकल्पः केवलं सामान्य तनुकरणे योगार्थे अस्तु अतः तक्षकः तक्षति काष्ठं तक्षकः तक्ष्णोति काष्ठम् इति रूपद्वयं तु भवति किन्तु अधिवक्ता संतक्षति वाग्भिः ओ अस्तु तत्र अधिवक्ता संतक्षति वाग्भिः द लायर् कट्स् वित् स्पीच् इत्यस्मिन् प्रयोगे शप् एव भवति अत्र श्नु प्रत्ययस्य विकल्पः नास्ति उभयत्र तनुकरणम् एव प्रथमे स्थले योगार्थः, द्वितीये तु रूढार्थः. रूढार्थः इत्युक्ते अहं सम्यक् न सम्यक् न जानामि, परन्तु अहं सन्दर्भं दृष्ट्वा चिन्तयामि यत् स्पेशल् अप्लैड् किम् ओ गुप्त अस्तु. तर्हि सामान्य अर्थ यत् अस्ति टु कट् टु मेक् थिन् यथा तत्र तक्षकस्य उदाहरणम् अस्ति, तत्र सामान्य अर्थः अस्ति सामान्यतनुकरणं. यत्र इम्प्लाय्ड् किमपि नास्ति खलु, तत्र आक्चुलि तत् थिन् करोति, तनुकरणं करोति. तत्र एव तत् विकल्पेन श्नु आगच्छति. यत्र किमपि रूढ अर्थः अस्ति नाम गुप्त अर्थः अस्ति, इम्प्लाय्ड् मीनिङ्ग् अस्ति, यथा तत्र लायर् तस्य उदाहरणमस्ति, तत्र तस्य कार्यं न भवति, तत्र केवलं शप् एव आगच्छति. तर्हि यत्र उभयत्र तनुकरणम् एव अस्ति, एकस्मिन् एकदृष्ट्या उभयत्र तनुकरणमेव अस्ति, परन्तु यत् सामान्यतनुकरणम् अस्ति यत्र अप्लैड् नास्ति, नार्मल् मीनिङ्ग् यत् अस्ति, आक्चुलि टु कट् आर् टु मेक् थिन् यथा कार्पेण्टर् करोति, अतः तक्षकः करोति, तत्र तक्षति तक्ष्णोति इति भवितुं शक्नोति रूपद्वयं. परन्तु यत्र किमपि इम्प्लैड् अस्ति अथवा इन्फर्ड् मीनिङ्ग् अस्ति टु कट्, तत्र यत्र वस्तुतया द लायर् कट्स् वित् स्पीच्, तत्र तत् आक्चुलि सः थिन् न करोति खलु किमपि, इम्प्लैड् मीनिङ्ग् अस्ति, तत्र केवलं शप् भवति. अतः सूत्रे तनुकरणे इति साक्षात् रूपेण लिखितम् अस्ति. तस्य अर्थः किमस्ति, अर्थः अस्ति यत् सामान्यतनुकरणे एव विकल्पेन श्नु आगच्छति. किमपि इम्प्लैड् अस्ति अथवा किमपि भिन्नप्रयोगः अस्ति यत्र वस्तुतया तत् थिन् न करोति, तनुकरणं न करोति, तत्र तु केवलं शप् आगच्छति. योगार्थ इत्युक्ते तथैव अहं चिन्तयामि, योगार्थ रूढार्थ. योगार्थ इत्युक्ते नार्मल् मीनिङ्ग्, रूढार्थ इत्युक्ते तत्र युज्जितातको योगः गन्धिप्रतिनिधिं, तत्र योगार्थ इत्युक्ते तत्र युनैट् किं कार्पेण्टर् जायिन्स् युनैट् श्रोतुं न शक्नोमि महोदय. युद्धिदातु अस्ति खलु जि, युद्धिदातु युद्धियोगे भवती अनन्तरं किं वदति आङ्ग्लभाषायां? गन्धिप्रत्ययं, योगः इत्युक्ते गन्धिप्रत्ययमस्ति, योगार्थः इत्युक्ते तत्र योजनमेव, तत्र योगार्थविषयः तत्र. अस्तु महोदय. वदतु. धातुपाठे मम समीपे अस्ति, तत्र तच् धातु एकार्थं त्वचने तच् भुवादिगणे अस्ति, अर्थः टु कन्सील् टु पेर्. तच्छुङ् इति अन्य धातु अस्ति, तनुकरणे इति अर्थः, तदपि भुवादिगणे, अर्थः टु पेर् टु कट्. तर्हि इति वार्ता अस्ति. तर्हि अस्माकम् अत्र अस्ति यत् अक्ष् इति धातु कृते अथवा किं तक्ष् धातु कृते विकल्पेन श्नु अपि भवति, यद्यपि धातु भवादिगणीय अस्ति. तर्हि अनन्तरं तत्र लिखितमस्ति खलु, सुमन् महोदय अन्तिमवाक्यं पठतु. अस्तु महोदय. इमौ द्वौ धातु अक्ष् तक्ष् यदि स्वादिगणे अब विश्य अभविष्यतां, तर्हि श्नु प्रत्ययस्य पठतु क्षम्यताम् आनयनार्थं विशिष्टः सूत्रस्य आवश्यकता न भविष्यति. तर्हि अतः यदि तक्ष्धातु अथवा अक्ष्धातु स्वादिगणे एव अभवत् तत्र श्नु प्रत्ययस्य तत्र विशिष्टसूत्रस्य आवश्यकता नास्ति, यतोहि स्वादिभ्यः श्नु इति सूत्रेण कार्यं भवति. परन्तु अक्ष्धातु तक्ष्धातु भ्वादिगणे अस्ति, भ्वादिगणे अस्ति तथापि श्नु प्रत्ययः आगच्छति, अतः विशिष्टकार्यम् अस्ति, अतः विशिष्टसूत्रस्य आवश्यकता अस्ति इति. तर्हि अक्ष्धातु तक्ष्धातु स्वादिगणे अस्ति इति मा चिन्तयतु कोऽपि इति मा चिन्तयतु, भ्वादिगणे एव अस्ति, भ्वादिगणे अस्ति परन्तु विकल्पेन श्नु आगच्छति, अतः विशिष्टसूत्रस्य आवश्यकता अस्ति. अस्तु, धन्यवादः. तक्ष् इति धातुः अस्ति खलु, तत्र अन्यपद अन्य अर्थः अपि अस्ति. तक्ष् इत्युक्ते तत्र तक्षकः इति सर्पः अस्ति खलु, दश इति अन्यरूपम् अस्ति. तक्ष् इत्युक्ते अन्यपदं दश, बैट्. अच्छु, अस्तु, बैट् अपि अस्ति खलु, तनुकरणम् इति एव अस्ति. इन् इन् इन् वन् वे बैट् अपि तनुकरणमेव अस्ति खलु. अस्तु अस्तु, अग्रे गच्छामः. तर्हि सनन्त रघुवीरानन्द महोदय अस्ति खलु, अस्ति वा महोदय? अहं तु रूढी रूढ आप्टे कोशे पश् दृष्टवती, तत्र अर्थम् अस्ति पाप्युलर् मीनिङ्ग् कन्वेन्शनल् एक्सेप्टेशन् आफ् अ वर्ड् इति अस्ति, हिडन् नास्ति. अहम् एकवारं पुनः दृष्ट्वा वदामि अग्रिमरविवासरे. Popularly accepted or traditional, conventional, popular as in the meaning of a word or the word itself. Astu. And it says as opposed to yogika or etymological usage. Haan, tari yogartha etymological asti iti. Astu, ekavaram aham prathami. Astu. Apte koshi asti. अन्यत्र कुत्रापि न दृष्टम्. अस्तु अस्तु अस्तु, अग्रे गच्छामः. मीना महोदय अस्ति खलु, सनन्तः इव सन् इति प्रत्ययः, सनन्ताः इव सन् इति प्रत्ययः. अत्र सप्तधातवः सन्ति, इमे च सप्तधातवः मूले चुरादिगणीयाः, अतः तस्मिन् चुरादिगणे पठिताः. तत्रैव मिच् मिच् च शप् च विहितौ भवतः. यथा गुप धातोः गोपयति, तिच् धातोः तेजयति, कित् धातोः सङ्केतयति. इमानि रूपाणि चुरादिगणे एव निष्पन्नानि, सूत्राणि च तत्रैव. परन्तु येषां धातूनां सनन्तरूपाणि अपि भवन्ति, तानि चुरादिगणे निष्पादयितुं न शक्यते, यतोहि तत्र निच् प्रत्ययः सर्वदा विधीयते. चुरादौ निच् तु भवत्येव, तदा सन् अपि आयति, आयाति आयति आयति चेत् आयति चेत् फलं दोषाय, येन तन्न स्यात्. येषां सनन्तरूपाणि भ्वादिगणे पठितानि. तर्हि फलितार्थः एवं यत् येषां सप्तानां धातूनां कृते सन्प्रत्ययः इति विशेषः भवादौ सन् अभावे निच् प्रत्ययः इति सामान्यं चुरादिगणे. सनन्ताः इव सन् इति कृते अत्र सप्तधातवः सन्ति, तत्र चुरादिगणे एव सप्तधातवः चुरादिगणे एव अस्ति. अतः निच् चुरादिग निच् प्रत्ययः च शप् च विहितं. चुरादिगणे निच् प्रत्ययः भवति, तत्र शप् प्रत्ययः अपि भवति. यदा गुप् धातुः निच् गोपी, तदनन्तरं गोपी शप् अति गोपयति, तदैव निच् धातोः तेजयति, किप् धातोः सङ्केतयति. इमानि रूपाणि चुरादिगणे एव निष्पन्नानि. ओके, सूत्राणि तत्रैव. परन्तु some participants may be experiencing temporary audio issues. Our teams are working to resolve this as quickly as possible. Something sarve shrotum shaknoti khalu proyate amode shrote va ha mam so ekavaram padami va na na agre patatu परन्तु येषां धातूनां सनन्तरूपाणि अपि भवन्ति, चुरादिगणे निष्पादयितुं न शक्यते, यतोहि तत्र निच् प्रत्ययः सर्वदा विधीयते. चुरादौ निच् तु वा भवति, तदा सन्नपि आयति चेत् फलं दोषाय. तत्र चुरादिगणे स्थिते दातवः सनन्तमपि भवितुं न शक्यं. गोपयति गोपी इति निच् प्रत्ययः, अनन्तरं सनन्तं आगन्तुं दोषाय एव न शक्यं, येन येषां सनन्तरूपाणि भुवादिगणे पठितानि. सो सनन्तरूपाणि नास्ति चुरादिगणे वा? स्वार्थे नास्ति खलु? स्वार्थे नास्ति. तर्हि फलितार्थः एवं यत् येषां सप्तानां धातूनां कृते सन्प्रत्ययः इति विशेषः भुवादौ सन् अभावे निच् प्रत्ययः इति सामान्यं चुरादिगणे. अर्थं समानमेव, न अर्थं न समानम्. आम् आम् समानं समानम्. ओ तर्हि अग्रे पठतु, अग्रे लिखितमस्ति तत्र सामान्यतया एते धातवः चुरादिगणीयाः सन्ति, चुरादिगणयः सन्ति, तत्र निच् अपि आगच्छति, शप् अपि आगच्छति स्वार्थे. तत्र सामान्य अर्थं यत् अस्ति स्वार्थे एव आगच्छति. परन्तु एषे सप्त केचन सप्तधातवः सन्ति, ते स्वार्थे एव तेषु एव अर्थेषु सन् रूपाणि सन् प्रत्यये अपि ग्रहीतुं शक्नुवन्ति, सन् प्रत्यये अपि ग्रहीतुं शक्यते स्वार्थे. तर्हि एकस्मिन् पक्षे स्वार्थे णिच् प्रत्ययः ग्रहीतुं शक्नुवन्ति, एकस्मिन् पक्षे स्वार्थे सन् प्रत्ययः ग्रहीतुं शक्नुवन्ति. यदि सत्पतेः भवति भुवादिगणे भवितुं शक्यं वा? परं तर्हि सन् यस्मिन् पक्षे स्वार्थे सन् प्रत्ययः वदामि तर्हि यत्र स्वार्थे सन् प्रत्ययः ग्रहीतुं शक्नुवन्ति तत्र चुरादिगणे कार्यं न कर्तुं शक्नोति, यत्र ततो हि तु निच् प्रत्ययः आगच्छति, अतः तत् विशेषरूपेण भुवादिगणे भवति. तर्हि पश्यतु तर्हि कोऽपि धातुः अस्ति, तत् चुरादिगणे अस्ति, तत्र तस्य स्वार्थे यथा गुप् अस्ति, स्वार्थे इत्युक्ते टु हैड् टु कन्सी, तत्र चुरादिगणे आगच्छति, तर्हि स्वार्थे तत्र निच् प्रत्ययः आगच्छति. तदनन्तरम् एकः सन् प्रत्ययः अस्ति. सन् प्रत्ययः इत्युक्ते कर्तुम् इच्छा, तस्य अर्थः अस्ति सन् प्रत्ययः. यथा पठितुम् इच्छा पिपठिष, तर्हि अहं पठितुम् इच्छामि, ऐ केन् आल्सो राइट् अहं पिपठिष्यामि. तत्र सन् प्रत्ययः आगच्छति इच्छा इति निर्देशकृते. तत् सन् प्रत्ययस्य सामान्यकार्यं, सामान्य अर्थः. परन्तु केचन धातवः सन्ति ये इच्छा इति अर्थे न अपि तु स्वार्थे एव सन् प्रत्ययं गृह्णन्ति. यथा गुप् धातुः अस्ति, तिज् धातुः अस्ति, कित् धातुः अस्ति, तत् स्वार्थे एव, स्वार्थे एव एकस्मिन् पक्षे चुरादिगणे अस्ति एक अतः णिच् प्रत्ययः गृह्णन्ति. एकस्मिन् पक्षे स्वार्थे एव सन् प्रत्ययः गृह्णन्ति. स्वार्थे इच्छा इति अर्थे न, परन्तु स्वार्थे, इन् देर् ओन् मीनिङ्ग्, नाट् टु सो पिपठिषा इति पिपठिषति अत्र स्वार्थे नास्ति खलु. पठ् धातुः अस्ति, तस्य अर्थमस्ति टु रीड् टु स्टडि, स्वार्थः अस्ति. सन् प्रत्यय कुत्र आगच्छति पठ् धातु कृते? यत्र अहं वक्तुम् इच्छामि, पठितुम् इच्छा इति, तत्र स्वार्थं नास्ति, रैट्? डिफ्रेण्ट् मीनिङ्ग्, भिन्न अर्थः अस्ति. परन्तु गुप् धातु, तिज् धातु, किर् धातु, अत्र धातु अस्ति यत् स्वार्थे एव, नाट् बिकास् तत्र टु हैड्, डिसायर् टु हैड् अथवा किमपि गोप्तुम् इच्छा इति किमपि न, परन्तु स्वार्थे एव हैड् तत्र एव स्वार्थे एव तत् सन् प्रत्ययः गृह्णाति. भवितुं शक्नोति सन् प्रत्यय अपि आगतुं, सन् प्रत्यय अपि आगत्य तत्र इन् इट्स् ओन् मीनिङ्ग् तत्र तत्र आगत्य रूपं करोति. यदा यदा सन् प्रत्ययः आगच्छति स्वार्थे, तदा चुरादिगणे न भवितुं शक्नोति, यतोहि चुरादिगणे निच् प्रत्ययः अस्ति. अतः तत् विशिष्टरूपेण भवादिगणे तस्य रूपं भवति. अतः तत् भवादिगणे इति विषये वयं पठामः इति. मूले चुरादिगणीयधातुः सन्ति, परन्तु यथा सन् प्रत्ययः भवति तथा भवादिगणीय इव कार्यं भवति. यतोहि सन् चुरादिगणे तु नित् आगच्छति खलु, परन्तु तत्र सन् प्रत्ययः अपि तु निच् प्रत्ययः न भवितुं न शक्यम्, आगन्तुं न शक्यम्. उभयम् उभयप्रत्ययः उभयन दोष रूपे दोषं भवति, दोषं भवति. तर्हि तदस्ति. तर्हि इदं अत्र सूत्र अर्थभेदः किमपि नास्ति. अर्थभेदः अस्ति, अत्र वयम् अग्रे पठामः. अर्थभेदः इत्युक्ते तत्र प्रत्येकधातोः बहवः अर्थः भवितुं शक्नुवन्ति. ते सर्वे स्वार्थे एव आगच्छन्ति. यथा अत्र अस्ति खलु, लिखितमस्ति अग्रे, गुप् धातु यत् अस्ति तस्य सामान्य अर्थः हैड्, विशेष अर्थः अस्ति टु हेट्, टु डिस्पैस्. तर्हि यत्र विशेष अर्थः अस्ति टु डिस्पैस्, तत्र सन् प्रत्यय, परन्तु तत्र स्वार्थ एव अस्ति खलु, तत् धातोः एव अर्थः अस्ति टु हैड्, टु डिस्पैस्. तत्र सन् प्रत्ययस्य प्रयोगः तत्र हैड् इच्छा, डिसायर् टु हैड् अथवा डिसायर् टु डिस्पैस् इति अर्थे सन् न अस्ति. अतः तत्र भेदः इति अहं वदामि. स्वार्थे यथा सन् आगच्छति तत्र भवादिगणि अस्ति. अस्तु, किन्तु अक्ष तक्ष तत्र अर्थभेदः किमपि नास्ति. वयं तु तक्षति वक्तुं शक्नुमः, तक्षति अपि वक्तुं शक्नुमः. किं अहं जानामि, तत् अनुकरणे, परन्तु तत्र किमपि तादृश अर्थभेदः नास्ति. अत्र अत्र वस्तुतः अर्थभेदः अस्ति. अस्तु, इदानीं तु तक्षकः काष्ठं तक्षति, तक्षकः काष्ठं तक्ष्णोति, द्वयमपि सम्यक्, किन्तु अत्र न भवति. अस्तु, अत्र नास्ति. अस्तु तद् वयम् अग्रे पठामः. तत्र नूतनं सूत्रमस्ति गुप्तेज् किद्व्यः सन् इति नूतनसूत्रमस्ति, तत् इदानीं वयम् अग्रे पठामः. अस्तु तर्हि प्रश्नः अस्ति वा कस्यापि? अस्तु तर्हि सन्नन्तरम् अभागे मिच् प्रत्ययः इति सामान्यं चुरादिगणे वा? सामान्य अर्थे णिच् प्रत्ययः अस्ति. सामान्य अर्थे णिच् प्रत्ययः एव भवति चुरादिगणीय, अतः धातु चुरादिगणीय एव अस्ति. परन्तु विशेष अर्थे, परन्तु स्वार्थे एव तत्र सन् प्रत्ययः अपि सप्तधातु धातूनां कृते आगच्छति. यदा सन् प्रत्ययः आगच्छति तत्र धातु द्वादिगणीय भवति, द्वादिगण इव भवति. अस्तु जि, धन्यवादः. शुभरात्रिः, शुभदिनम्. शुभदिनं, धन्यवादः.